गतरविवासरे प्रयादिगण इति अस्माकं विषयः नूतनविषयः आरब्धः. तत्र अस्माकम् अस्माभिः किञ्चिदेव पठितम्, अधुना तथोप अग्रे पठिष्यामः. तत्र क्रयादिगणः इति नवमः गणः अस्ति. तत्र विकरणप्रत्ययः अस्ति श्ना, श्ना इति विकरणप्रत्ययः अस्ति. श्ना मध्ये शकारस्य इत्संज्ञा भवति लशक्वतद्धिते इति सूत्रेण. तदनन्तरं ना एव अवशिष्यते, तर्हि लौकिकविकरणप्रत्ययः अस्ति ना. इदानीं वयं सर्वे जानीमः ना श्ना ना इति शित् अस्ति, अतः सार्वधातुकः अस्ति, परन्तु अपित् अस्ति. तर्हि सार्वधातुक अपित् विकरणप्रत्ययः अस्ति, अतः गुणकार्यं निति च इति सूत्रेण गुणकार्यं न भवति. तर्हि अत्र गुणकार्यं नास्ति. तर्हि इतोपि गुणकार्यं नास्ति, परन्तु कित् नित् नित् प्रत्ययः अस्ति, अतः सम्प्रसारणं भवितुं शक्यते. अपि च उपधाभूतनकारस्य लोपः भवितुं शक्यते, अतः नूतनकार्याणि भवन्ति. गुणकार्यं न भवति, परन्तु सम्प्रसारणम् अथवा उपधाभूतनकारस्य लोपः भवति, यतोहि श्ना प्रत्यय इति नित् अस्ति, अपित् अस्ति खलु. तर्हि इदानीम् अस्माकं किं प्रचलति, तत्र अत्र एक क्रयादिगणे एव एक लघुगणः अस्ति प्वादिगणः, पू आदिगणः प्वादिगणः. तर्हि प्वादिगणः किम् अस्ति, तत्र क्रयादिगणे केचन धातवः सन्ति, चतुर्विंशतिधातवः सन्ति, तेषां धातूनां गणः प्वादिगणः इति उच्यते. तेषु अन्यतमः धातवः सन्ति पूलु धु जारि इति सन्ति. तेषां कृते किं भवति, श्ना प्रत्यय नाम षित् प्रत्यय परे अस्ति चेत् तत्र श्ना अपि भवति. षित् प्रत्यय परे अस्ति चेत् किं भवति मीना महोदय? ह्रस्वः भवति. हा, तर्हि अत्र षित् प्रत्यय परे अस्ति चेत् ह्रस्वत्वं भवति. तर्हि पू इति धातु अस्ति खलु, पू मध्ये दीर्घ उकारः अस्ति, परन्तु श्ना प्रत्यय परे अस्ति चेत् ह्रस्व उकारत्वं भवति, रूपं भवति पु नाति, न तु पू नाति. परन्तु तथैव भवति यदा, तदैव भवति यदा षित् प्रत्यय परे अस्ति. षित् प्रत्यय परे नास्ति चेत् न भवति. तर्हि कर्मणि यक् इति प्रत्ययः अस्ति, तर्हि पूयते एव भवति, तत्र ह्रस्वत्वं न भवति इति अस्ति. तर्हि प्वादीनां ह्रस्वः इति सूत्रेण प्वादिगणीयधातूनां दीर्घ अच्वर्णस्य ह्रस्वत्वं भवति षित् प्रत्ययपरे. तदनन्तरं यथा अस्माभिः पठितं सम्प्रसारणं, तर्हि तत्र ग्रही ज्या वै व्यधि वष्टि विचति वृश्चति पृच्छति भृज्यति नाम निति च इति सूत्रे एक अन्यतमः धातुः अस्ति ज्या. ज्या अस्ति खलु, ज्या धातु इति क्रयादिगणे भवति, क्रयादिगणे अपि भवति, प्वादिगणे अपि भवति. तर्हि ज्या धातु कृते किं कार्यं भवति इति इदानीं वयं पुनः पश्यामः. तर्हि इदानीं मीना महोदय भवती पठतु बि सम्प्रसारणं ज्या धातु इति पठतु. सम्प्रसारणं ज्यादातुः, ज्यादातुः प्वादिगणे अन्तर्भूतः, किन्तु सम्प्रसारिणी धातुः अपि अस्ति, अतः अत्र विशेषः. सम्प्रसारणं ग्रहिज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति भृजतीनां निति च ग्रह्ज्या वै व्यद् वश् व्यच् व्रच् प्रच् ब्रज् ब्रश् येषां सम्प्रसारणं भवति किति इति प्रत्यये परे. इति तु वयं जानीमः. इदानीं पठतु अग्रे. इज्ञानः अत्र सम्प्रसारणम् इति सम्यक् भवति. इज्ञनः सम्प्रसारणं यणः स्थाने यः इक् प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणसंज्ञा भवति. इक् प्रथमान्तं यणप्रषष्ट्यन्तं सम्प्रसारणं प्रथमान्तं त्रिपदविधं सूत्रं सूत्रं सम्पूर्णं यणः इक् सम्प्रसारणम् इको यणचि इति सूत्रस्य अथवा न अपवादः न विवरितकार्यम् तर्हि यदा यण् प्रत्याहारस्य कस्यापि वर्णस्य स्थाने इक् वर्णः आगच्छति तर्हि तादृशः इक् वर्णः सम्प्रसारणम् इति उच्यते. अस्तु. सम्प्रसारणाच्च सम्प्रसारणसम्यकवर्णात् अचिपरे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति. सम्प्रसारणात् पञ्चम्यन्तम् अच अव्ययपदं द्विपदविधं सूत्रम् इको यणचि इत्यस्मात् अचि अमिपूर्वः अचि अमिपूर्वः इत्यस्मात् पूर्वः अनयोः अनुवृत्तिः भवतः. एकः पूर्वपरयोः संहितायाम् अनयोः अधिकारः अनुवृत्तिसहितसूत्रं सम्प्रसारणाच्च अचि पूर्वपरयोः एकः पूर्वः संहितायां पूर्वमेव एकादेशः भवति. कदा अचि अचिपरे सम्प्रसारणात् अनन्तरम् अचिपरे पूर्वपरयोः पूर्वरूपम् एकादेशः. सम्प्रसारणवर्णः यदि अस्ति नाम सम्प्रसारण इक् वर्णः अस्ति तदनन्तरं यदि अच् वर्णः अस्ति तर्हि यदा सन्धिकार्यं भवति तदा उभयोः स्थाने एकपूर्वरूपम् एव अवशिष्यते. तर्हि तस्य उदाहरणं पठतु अग्रे. यथा ज्या इज् इ योगः आ ज्या गृहि ज्या इत्यनेन यकारस्य स्थाने इ आदेशः सम्प्रसारणं भवति. तत्र जि आ सम्प्रसारणाच्च इत्यनेन सम्प्रसारणसम्यकः वर्णात् अचिपरे इकारः सम्प्रसारणवर्णः अचिपरे आ भवति. अचिपरे पूर्वपरयोः एकः पूर्वरूपम् आदेशः जि जि योगः आ जि एव भवति. यतोहि इकार आकारस्य स्थाने एकपूर्वरूप एव अवशिष्यते जि इति भवति. तर्हि ज्या मध्ये यकारस्य इक् भवति गहि च इति सूत्रेण सम्प्रसारणं भवति. तदनन्तरं जि योगः आ सम्प्रसारणात् च इति सूत्रेण जि एव अवशिष्यते. अस्तु महोदय, धन्यवादः. अग्रे धन्यवादः विजया महोदय, अग्रे पठतु. अस्तु. श्ना प्रत्ययः षित् अपि च पित् भिन्नत्वात् णित्वत् सार्वधातुकम् अपित् इत्यनेन गृहि ज्या इत्यनेन ज्या निति सम्प्रसारणम्. अतः ज्या योगः न इत्युक्ते सम्प्रसारणं. जि योगः न हलग इत्यनेन सम्प्रसारणस्य दीर्घत्वं. जि योगः न प्वादीनां ह्रस्वः इत्यनेन क्षितिपरे प्वादीनां ह्रस्वत्वं भवति. दीर्घ जि तत्र ह्रस्वं भवति. जि इति योगः न जिना इति जिना इति इक्तप्रत्ययं खलु जि किं ता प्रत्ययं खलु जिना ता प्रत्ययम् एव खलु. अत्र श्ना अस्ति एकवारं हलः इति पठतु सूत्रं पठतु. हलहम् अङ्ग अवयवात् हलः यद् उत्तरं सम्प्रसारणं तद् तदन्तस्य अङ्गस्य दीर्घः भवति. यः हल् वर्णः अङ्गस्य अवयवः तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं तस्य दीर्घत्वं भवति. हलः पञ्चम्यन्तम् एकपदमिदं सूत्रं येन विदितं तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति अचः च अलोतस्य इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घ आदेशः सम्प्रसारणस्य इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः द्रलोपे पूर्वस्य दीर्घोणः इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अलगसम्प्रसारणस्य अङ्गः अङ्गस्य दीर्घः इति अनुवृत्तिसहितसूत्रम् तर्हि अत्र स्नाप्रत्ययस्य षित् अपि च पि हलः इति हलः इति अङ्ग अवयवात् हलः यद् उत्तरं सम्प्रसारणं तद् अङ्गस्य दीर्घः भवति यः अल्वर्णः अस्ति चेत् अङ्गस्य अवयवः तस्मात् परे स्थितं यत् अङ्गस्य सम्प्रसारणं तत्र विपरीतरूपेण यकार यवर ल ऋ एतत् वर्णस्य इकारः उकारः अकारः ऋकारः इति परिवर्तनम् अभवत् परन्तु तत्र सम्प्रसारणं दीर्घं भवति अलग पञ्चम्यन्तम् एकपदमिदं सूत्रं येन विधि तदन्तस्य इत्यनेन अङ्गं यस्य अन्ते सम्प्रसारणसञ्जकवर्णः अस्ति तत् तत्र अचश्च अलोन्तस्य इति अचः दीर्घः आदेशः भवति तत्र अच्वर्णः दीर्घः भवति कस्य अच्वर्णः यः अन्ते आगच्छति अलोन्त्यस्य तर्हि पश्यतु अत्र किम् अस्ति हलः सम्प्रसारणस्य अङ्गस्य दीर्घः तर्हि किमस्ति निमित्तं किं किम् अस्ति अङ्गमस्ति अङ्गे अङ्गे किमस्ति अङ्गस्य एक अङ्गे एकः हल्वर्णः अस्ति हल्वर्णस्य साक्षात् अनन्तरं सम्प्रसारणवर्णः अस्ति तर्हि इदं सर्वम् अङ्गस्य अङ्गे भवेत् तर्हि अङ्गस्य अन्ते हल् उत्तरसम्प्रसारणवर्णः भवेत् यदि अङ्गस्य अन्ते हल् उत्तरसम्प्रसारणवर्णः अस्ति तर्हि अङ्गस्य दीर्घं भवति तर्हि अङ्गस्य दीर्घम् इत्युक्ते किं दीर्घत्वं सर्वदा अच्वर्णस्य भवति तर्हि अच्वर्णस्य दीर्घत्वं भवति तर्हि अङ्गे अच्वर्णः तु बहवः अच्वर्णः भवितुं शक्नुवन्ति तर्हि कुत्र अच्वर्णः यः अच्वर्णः अन्ते अस्ति तर्हि अङ्गस्य अन्ते यदि हल् उत्तर सम्प्रसारणवर्णः अस्ति तादृश सम्प्रसारणवर्णस्य दीर्घत्वं भवति इति सूत्रमस्ति अस्य सूत्रस्य निमित्तं परनिमित्तं किमपि नास्ति सर्वदा सर्वदा सम्प्रसारणस्य अङ्गे अङ्गस्य अन्ते हलुत्तरसम्प्रसारणवर्णस्य दीर्घत्वं भवति इति एव अस्ति तर्हि इदानीं पश्यतु तत्र ज्या मध्ये किं भवति ज्या मध्ये विप्रतिषेधं भवति तर्हि एकमस्ति तर्हि ग्रहीज्या इति सूत्रेण यकारस्थाने इ भवति तदनन्तरं सम्प्रसारणाच्च इति सूत्रेण जि इति भवति तर्हि तत्तु अस्ति तत्र किमपि क्लेशः नास्ति इदानीं जि योगः श्ना प्रत्ययः नाम जि योगः न तर्हि अत्र किमस्ति एकं तु त्वादिगणः जि ज्या धातु त्वादिगणे अस्ति अतः त्वादीनां ह्रस्वः इति सूत्रेण षित् प्रत्ययपरे नाम अत्र श्ना प्रत्ययपरे जि अत्र जि इति अङ्गस्य इकारस्य ह्रस्वत्वं भवति तर्हि त्वादीनां ह्रस्वः इति सूत्रं वदति इकारस्य ह्रस्वत्वं करोतु परन्तु हलः इति सूत्रं किं वदति जि इति अङ्गमस्ति तस्य अन्ते जकार उत्तरसम्प्रसारणवर्णः इकारः अस्ति अतः हलः इति सूत्रं वदति इकारस्य दीर्घत्वं करोतु तर्हि त्वादीनां ह्रस्व इति सूत्रं वदति इकारस्य ह्रस्वत्वं करोतु हलः इति सूत्रं वदति इकारस्य दीर्घत्वं करोतु तर्हि कस्य सूत्रस्य कार्यं भवति कोऽपि वक्तुं शक्नोति वा एकः अलगयति सूत्रं प्रसक्तिः अस्ति परसूत्रमिति कारणेन. उभयोः सूत्रयोः प्रसक्तिः अस्ति. हलः वदति दीर्घत्वं करोतु, वादिनां ह्रस्वः वदति ह्रस्वत्वं करोतु. तर्हि कस्य कार्यं भवति, दीर्घत्वं भवति ह्रस्वत्वं भवति? हलः परसूत्रमस्ति तत्र. हलः पूर्व अस्ति, हलः 42 अस्ति, वादिनां ह्रस्वः 7380 अस्ति. यत्र नित्यसूत्रं भवति तत्र वादिनां ह्रस्वः. पश्यतु किं परसूत्रं परसूत्रमस्ति खलु. तर्हि अत्र किम् अत्र पश्यतु, विप्रतिषेधः अस्ति न वा? तर्हि एकस्मिन् एव स्थाने उभयोः सूत्रयोः प्रसक्तिः अस्ति. हलः अत्र कार्यं न करोति चेत् अन्यत्र कार्यं कर्तुं शक्नोति, तर्हि अन्यत्र लब्धावकाशः अस्ति. तथैव वादिनां ह्रस्वः अपि अत्र कार्यं न करोति चेत् अन्य वादिनां धातूनां कृते कार्यं कर्तुं शक्नोति, तर्हि तस्यापि अन्यत्र लब्धावकाशः अस्ति. उभयोः सूत्रयोः अन्यत्र लब्धावकाशः अस्ति, अतः किमस्ति, विप्रतिषेधमस्ति, तुल्यबलविरोधः अस्ति खलु. तुल्यबलविरोधः अस्ति चेत् कस्य सूत्रस्य कार्यं भवति, पूर्वसूत्रस्य परसूत्रस्य वा? परसूत्रम्. अत्र परसूत्रं किमस्ति? परसूत्रं स्वादीनां ह्रस्वः. स्वादीनां ह्रस्वः. अतः स्वादीनां ह्रस्वः एव कार्यं भवति, अत्र ह्रस्वत्वमेव भवति. तर्हि अत्र यत् महोदयेन लिखितमस्ति, प्रथमं तु हलः भवति, दीर्घत्वं भवति, तदनन्तरं स्वादीनां ह्रस्वः इति सूत्रस्वत्वं भवति इति सम्यक् न भवति इति अहं चिन्तयामि. अत्र विप्रतिषेध अस्ति, अतः परसूत्रबलात् साक्षात् जीना इति स्थाने स्वादिनां ह्रस्वः इति सूत्रेण ह्रस्वत्वं भूत्वा जिना एव अङ्गं भवति. जिना ह्रस्वत्वम् एव भवति, तर्हि अत्र परसूत्रत्वात् ह्रस्वत्वं भवति. तर्हि अरुणा महोदय भवती वदति खलु तत्र किमपि भस्यकार्यमस्ति खलु तत्र असिद्धवत् आत्र अभात्, तत्तु तदपि समीचीनं नास्ति, यतोहि तत् सूत्रस्य प्रसक्तिः अग्रे वयं पश्यामः, परन्तु तत् सूत्रस्य प्रसक्तिः केवलं 6422 टु षष्ठम अध्यायचतुर्थपादस्य अन्तपर्यन्तं भवति. अत्र हलः अतः वादिनां ह्रस्वः इति सूत्रं तत्र अङ्गे तादृश अङ्गे न आगच्छति, तादृश अधिकारे न आगच्छति, अतः असिद्धवत् अत्र आभात् इति सूत्रं कार्यं न करोति, तत् समीचीनं नास्ति. तर्हि वादिनां ह्रस्वः इति सूत्रम् अत्र बलमस्ति. तर्हि प्रश्नः आगच्छति, वादिनां ह्रस्वः इति सूत्रस्य कार्यं भवति चेत् अत्र इदानीं हलः कुत्र कार्यं करोति? ज्या मध्ये हलः कुत्रापि कार्यं करोति वा? तस्य उत्तरमस्ति आम्, यत्र श्ना प्रत्यय परे नास्ति चेत् हलः कार्यं करोति. तत्र वादिनां ह्रस्वः सूत्रस्य प्रसक्तिः एव न भवति. तर्हि अग्रे लिखितमस्ति, विजयमहोदय अग्रे पठतु, अत्र यः इकारः दीर्घः जातः. महोदय अत्र दीर्घत्वं न भवति एव खलु, अत्र इदानीं जा इत्यस्मिन् न भवति एव. अहं चिन्तयामि पवादीनां न भवति. आम् सत्यं. तर्हि पवादीनां ह्रस्व अपि च कार्यमस्ति वा तत्र? तं ह्रस्व विधीयते तावदेव, ह्रस्वस्य तानेन नूतनं ह्रस्वः एव तादृश चिन्तनं वा? फलं समानमेव अस्ति, परन्तु कार्यं भवति. अहं चिन्तयामि यत् अत्र यत् लिखितमस्ति, प्रथमं दीर्घत्वं करोतु, तदनन्तरं ह्रस्वत्वं करोतु, तत् मम मते समीचीनं नास्ति. साक्षात् परसूत्रबलत्वात् वादिनां ह्रस्वः एव कार्यं करोति. अस्तु अस्तु अग्रे विजयमहोदय पठतु. अत्र यः इकारः दीर्घः जातः, जि ह्रस्वं तत्र दीर्घत्वं भवति, सः पुनः ह्रस्वः अभवत् जि जि. तर्हि दीर्घत्वस्य फलं किम्? यत्र परः यः प्रत्ययः अस्ति सः शित् नास्ति, तत्र पुवादीनां ह्रस्वः इत्यस्य प्रसक्तिः नास्ति, अतः दीर्घत्वं तिष्ठति एव. यथा इक् तप्रत्ययः ज्या योगः त गृहे ज्या इत्यनेन ज्या निति सम्प्रसारणं जि योगः स अलः इत्यनेन सम्प्रसारणस्य दीर्घत्वं जि योगः त ल्वादिभ्यः इत्यनेन तकारस्य स्थाने नकारः जीनः इति सा प्रत्ययम् आगच्छति. तर्हि किं वदति तत्र जि इति दीर्घत्वं भवति परन्तु पुनः ह्रस्वः अभवत्. तत् नास्ति, तत् तत् तत् मा करोतु. तत्र इदानीं प्रश्नः अस्ति यत्र ज्या मध्ये कुत्रापि दीर्घत्वं भवति न वा. तर्हि अत्र यः इकारः दीर्घः जातः पुनः ह्रस्वः अभवत् तत् त्यजतु. तर्हि दीर्घत्वस्य दीर्घत्वस्य फलं किं, कुत्र भवति दीर्घत्वं वदतु. दीर्घत्वं हलः इति अनेन सम्प्रसारणस्य दीर्घत्वं जि इति भवति. दीर्घत्वं भवति कदा? परनिमित्तं ज्या धातु कृते कदा भवति हलः इति सूत्रेण दीर्घत्वं? निमित्तं नास्ति किल? निमित्तं नास्ति सूत्रस्य, परन्तु ज्या कृते किम् अस्ति? इति अस्ति चेत्, परन्तु अस्तु सम्प्रसारणं भवति परन्तु अग्रे यदि षित् प्रत्ययः अस्ति तर्हि कस्य सूत्रस्य कार्यं भवति? तादृशं निमित्तं नास्ति अत्र. तत्र षित् एव निमित्तमस्ति खलु? शृणोतु, ज्या कृते हलः इति सूत्रस्य कृते किमपि निमित्तं नास्ति, परन्तु ज्या कृते किं भवति, लिट् प्रत्यये परे अस्ति चेत् यद्यपि हलः इति सूत्रस्य प्रसक्तिः भवति परन्तु परसूत्रस्य फलात् त्वादीनां ह्रस्वः इति सूत्रं कार्यं करोति. तर्हि षित् प्रत्यये परे अस्ति चेत् त्वादीनां ह्रस्वः कार्यं करोति, परन्तु षित् प्रत्यये परे नास्ति चेत् केवलं ज्या कृते वदामि न, सूत्रस्य कृते ज्या कृते षित् प्रत्यये परे नास्ति चेत् किं भवति? विजी गोविन्दराजन् तत्र ध्वनिः आगच्छति. ध्वनिः अस्ति. कोऽपि वदतु ज्या प्रत्ययस्य ज्या मध्ये षित् प्रत्यये परे नास्ति चेत् कस्य सूत्रस्य कार्यं भवति? तर्हि हलः इति सूत्रेण जि स्थाने जि इति भवति. तर्हि जि जि योगः क्त प्रत्ययः अस्ति खलु, क्त प्रत्ययः, क्त प्रत्यये षित् प्रत्ययः नास्ति, अतः त्वादीनां ह्रस्वस्य तत्र प्रसक्तिः एव नास्ति, अतः हल इति कार्यं करोति जि इति भवति जीन. तत्र तकारस्य स्थाने नकारः कथम् आगच्छति अग्रे पठतु विजयमहोदय समापयतु. द्वादिभ्यः सूत्रं किं वदति? जी अत्र अलः इति सूत्रम् अलः इति सूत्रस्य कार्यं व्यर्थं न भवति वा? तत्र कार्यमेव करोति वा? लिवादिभ्यः लिवादि अस्तु लिवादिभ्यः लिवादिगणः इत्यस्मिन् अन्तर्गणीयेभ्यः धातुभ्यः निष्ठा प्रत्यये परे निष्ठा घटितस्य तकारस्य नकारः आदेशः भवति. तकारस्य स्थाने नकारः आदेशः भवति. निष्ठा सञ्ज्ञकप्रत्ययद्वयं भवति. तप्रत्ययः इक्तवतु प्रत्ययः च लिवादिः गणे एकविंशतिः धातवः सन्ति. यथा लूञ् छेदने लु योगः त लु योगः त लु योगः न लूणः कथितः इत्यर्थः. उक्तवतु लूणवान् किं लिखति? तत्र लिवादिगण अन्तर्गणीयधातुभ्यः निष्ठा प्रत्यये परे निष्ठा घटितस्य तकारस्य तत्र लिवादिगणः अस्ति चेत् तत्र तकारस्य स्थाने नकारः आदेशः भवति. तप्रत्ययम् इक्तवत् प्रत्ययम् आगच्छति चेत् तर्हि लवादिभ्यः इति लवादिगणे ये धातवः सन्ति तेषाम् अनन्तरं यदि क्त अथवा क्तवतु प्रत्ययः अस्ति तर्हि तत्र तव तु त अथवा तव तु प्रत्ययस्य तकारः यत् अस्ति तत्र तस्य नकारत्वं भवति इति अस्ति. तर्हि पश्यतु लु इति अस्ति, सामान्यतः किम् अस्ति, क्रियोगः त कृत पठित इति अस्ति, परन्तु लुयोगः त लून इति भवति, न तु लूत. तथैव तव तु अस्ति चेत् लूनवान् इति भवति, न तु लूतवान्. तर्हि तथैव जी धातुः अपि ल्वादिगणे अस्ति, अतः जी योगः प्रत्ययः प्रथमम् अलः इति सूत्रेण दीर्घत्वं भवति जी, तदनन्तरं नकारस्य स्थाने नकारः आगच्छति, जी न इति भवति. सर्वे अवगच्छन्ति वा? आम् महोदय. आम् आं जि आम् अस्तु. तर्हि अग्रे इदानीम् अग्रे पठामः. अन्य उदाहरणं किमस्ति? तर्हि अग्रे अस्ति विजि महोदय, अग्रे पठतु. अन्यत् उदाहरणं भवति भ्वादो भ्वादो ह्वी धातुः लटि ह्वे योगः शप् ह्वय योगः ति अत्र सम्प्रसारणं न सम्प्रसारणं कथं शप् प्रत्यय अतः गुणकारी केन सूत्रेण गुणकार्यं भवति पुगन्धलघुपदस्य इति सूत्रेण अत्र गुणकार्यं नास्ति. किमस्ति? नास्ति स्वयोगति स्वयति आ उपसर्गपूर्वकः स्वे लटि च आह्वयति तत्प्रत्यये परे आह्वयति स्वे योगकित्त वजिस्वपीयजाधीनां किति इत्यनेन सम्प्रसारण योगः ये योगः त सम्प्रसारणं च अत्र सम्प्रसारणं भवति कित् प्रत्यये परे अस्ति, अतः सम्प्रसारणं भवति चेत् कुत् किं भवति विजय महोदय, अत्र वे मध्ये किं भवति? द्वे मध्ये सम्प्रसारणं भवति, अत्र लिखितमस्ति खलु कित् प्रत्यये परे अस्ति, तर्हि किं भवति द्वे मध्ये? न द्वे मध्ये के के वर्णाः सन्ति? द्वे मध्ये इफ् इव् ये तर्हि कस्य सम्प्रसारणं भवितुं शक्नोति, हकारस्य वकारस्य अथवा एकारस्य? वकारस्य. वकारस्थाने सम्प्रसारणं भूत्वा किम् आगच्छति? उकारम् आगच्छति. अतः हु योगः ए खलु, हु योगः ए सन्धि कृत्वा किं भवति? ओहो योगः ए उकार एकार उकारस्य स्थाने उकारः न उकारस्थाने पुनः अकार आगच्छति वा महोदय? उकारः सम्प्रसारणम् अस्ति. आम् अतः किं भवति उकार एकार मेलनेन किं भवति किल? न शृणोतु, पूर्वरूपम् आगच्छति. आम् आं सारि सारि सम्प्रसारणञ्च इति सूत्रेण पूर्वपरयोः एकः आदेशः भवति ऊ एव हू योगः. शृणोतु, उकारः अत्र सामान्य उकारः नास्ति, अत्र उकारः सम्प्रसारणे उकारः अस्ति. सम्प्रसारणवर्णस्य अनन्तरम् अच्वर्णः अस्ति चेत् उभयोः स्थाने पूर्वरूपमेव तिष्ठति. तर्हि अत्र हूयोगः ए पुनः ह्वे न भवति, हूयोगः ए सम्प्रसारणाच्च इति सूत्रेण हू एव भवति. तर्हि पठतु अग्रे अग्रे हू योगः त हलः इत्यनेन अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घत्वं हूत इति हू इति उकारः सम्प्रसारणं कृत्वा उकारः आगच्छति तः प्रत्ययः परे अतः हलः इति सूत्रेण उकारः दीर्घः भवति हू इति तर्हि अत्र महोदय भवती एव वदतु अत्र हलः सूत्रस्य प्रसक्तिः कथं भवति हू मध्ये नित् कित् परे न कुत्र निमित्तं नास्ति सम्प्रसारणं सम्प्रसारण अचुवर्णः हल् उत्तर अचुवर्णः अस्ति चेत् कित् नित् परे कित् प्रत्यय परे इति नास्ति हलः इति सूत्रस्य परनिमित्तं नास्ति किमपि सम्प्रसारण दीर्घत्वं भवति पुनः वदतु महोदय भवती न अवगच्छति हू योगः त इति मध्ये हलः सूत्रस्य प्रसक्ति अस्मिन् उदाहरणे कथं भवति मम सरलरूपेण वदतु अत्र उकारः ह इति ह उत्तर उकारः सम्प्रसारण अङ्गावयाम् अतः उकारः दीर्घः भवति तर्हि अग्रे अङ्गस्य अवयवः अस्ति सम्प्रसारण अङ्गस्य अवयवः अस्ति इति कारणेन दीर्घः भवति अपि च तत् अङ्गस्य अन्ते भवेत् अत्र अन्ते भवति इति अङ्गमस्ति तस्य अन्ते उकार इति हल् सङ्गि हल् वर्णस् वल् वर्णोत्तर सम्प्रसारण उकारः अस्ति उकारः भवति अतः हलः इति सूत्रेण उकारस्य दीर्घत्वं भवति एतत् सर्वं वदनीयम् इति तर्हि अग्रे अग्रे कित् प्रत्यय अस्ति इति अपि अत्र निमित्तमस्ति वा न सम्प्रसारणमेव अत्र निमित्तं सम्प्रसारण अल्लुत्र कीदृशमपि प्रत्यय भवेत् आ उपसर्गपूर्वकरूपम् आहूत तवतौ पुंसि आहूतवान् आहूतवान् आहूत अस्ति खलु तत्र आहूत किं भवति तर्हि अत्र किमस्ति अग्रे किमपि प्रत्यय भवेत् कोऽपि प्रत्यय भवेत् शित् नित् कित् किमपि निमित्तमेव नास्ति तर्हि आहूत इति भवति तर्हि वचि स्वपि यजादीनां किति इति सूत्रं पठतु किं भवति तर्हि अस्माभिः पूर्वमेव पठितं खलु त इति प्रत्यय किल महोदय अत्र तर्हि अस्माभिः पूर्वमेव पठितं खलु सम्प्रसारणस्य विषये केषां केषां धातूनां केषु केषु धातुषु सम्प्रसारणं भवति तस्य कृते प्रमुखसूत्रद्वयमस्ति एकमस्ति ग्रहीजा वै व्यचि अस्ति अन्य अस्ति वचि स्वपि यजादीनां तर्हि पठतु सूत्रं पठतु द्वे योगः सूत्रं वचि वचि स्वापि यजादीनां किति वच् स्वप् एज् वप् वह् वस् वद् ह्वें ह्वें श्वि येन् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे यज् आदि येषां ते यजादेः वचिश्च स्वपिश्च यजादयश्च तेषाम् इतरेतर द्वन्द्वो वचिस्वपि यजादेः तेषां वजिस्वपि यजादीनाम् वजिस्वपि यजादीनां षष्ट्यन्तं कीति सप्तम्यन्तं द्विपदम् इदं सूत्रं ष्यं सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं वचिस्वपि यजादीनां सम्प्रसारणं किति अत्र वच् स्व प्यज् इत्यादि इत्येषां धातूनां सम्प्रसारणं भवति कुत्र किति प्रत्यये परे. तदनन्तरं वच् स्व यज् वप् वः वस् वद् वेङ् वेय श्वी एङ् वेज् श्वी वेङ् इति एतेषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे. निति प्रत्यये परे न केवलं किति प्रत्यये परे. अत्र ङीत् नास्ति किति तर्हि वचिति एकं सूत्रमस्ति तस्य साक्षात् अनन्तरं सूत्रं यत् अस्ति तदस्ति ग्रहीजा वै व्यधि वष्टि विचति वृच्छति पृच्छति भृजति नाम निति च. तत्र निति च इति लिखितमस्ति अतः निति च इति वदनस्य आवश्यकता किमस्ति यत् ग्रहीजा वै व्यधि वष्टि विचति वृच्छति पृच्छति नाम भृजति नाम इति सूत्रं कृते नित् अपि सम्प्रसारणं करोति. तर्हि पूर्वसूत्रात् किति इति अनुवृत्ति भवति निति च इति अत्र लिखितमस्ति अतः नित् अपि करोति चेत् अस्ति चेत् सम्प्रसारणं भवति. तर्हि वचि स्वपि अजादीनाम् इति केवलं कित् प्रत्यये परे अस्ति चेत् सम्प्रसारणं भवति. ग्रहीजा वै व्यधि मध्ये कित् अस्ति अथवा नित् अस्ति उभयोः परे अस्ति चेदपि सम्प्रसारणं भवति इति अन्तरम् अस्ति भेदः अस्ति. सम्प्रसारणं भवति निति च एव वचि स्वपि यजादि एव न निति च अस्ति एव नास्ति च इत्युक्ते किं नितपि कितपि सूत्र संख्या 3190 एतत् विशेषसूत्रम् अस्ति किल महोदय. विशेष नास्ति धातूनां कृते तथा वेज् अस्ति परन्तु वच् स्वप् इति केवलं प्रत्यये परे ग्रहीजा इति कितपि अथवा नितपि. अस्तु तर्हि अग्रे किति च इति पूर्वमेव न भवति ग्रहीजा सूत्रस्य पूर्वं न भवति न कथं ग्रहीज्या व्यधि व्यष्टि किति च ऐ मीन् इति च अर्थं किति अपि सम्प्रसारणं भवति वा. आं तथैव वदामि खलु वचि स्वपि अजादीनां किति 6116 अस्ति ग्रहीज्या निति च इति 6116 अस्ति. तर्हि निति च इति लिखनस्य आवश्यकता अस्ति उपरि यत् सूत्रमस्ति अत्र मम पुस्तके 3116 अध्याय तृतीय अध्याय प्रथमपादे अस्ति न षष्टम अध्याये एव तृतीय तत्र चलत् ऐ थिङ्क् राङ्ग् 6116 अस्ति वचिस्वपि अजादीनां 6116 अस्ति वचिस्वपि अजादीनां 6116 अस्ति ग्रहीजा न ग्रहीजा 3113 इन् मैण्ड् अस्माकं करपत्रे 3113 कुत्र अस्ति करपत्रे अपि 6-1 एव अस्ति. रिफ्रेश् करोतु 3-1-3-3 इट् इस् एक्चुअलि इन्वर्टेड् This is real 3, English 3. 3113. We are studying the Samprasaran Masikalu. Ataka eva tatra ulta asti. Parantu karapatre api samyak likhita masti. I'm not looking at, I've got a printed karapatram, Mahodaya. It's probably old. Astu, tari agre gachamaha. Halaha iti sutram asti. Tara... हलः इति सूत्रे बहवः निमित्तानि सन्ति. तत्र हलुत्तर भवेत् अङ्गस्य अन्ते भवेत् अङ्गस्य अवयवः भवेत् तेषां सर्वेषाम् आवश्यकता का इति अग्रे पठामः. तर्हि प्रभुपतिमहोदय पठतु हलः इति सूत्रे. एकनिमिषं महोदय मम सङ्गणक इदानीम् एकनिमिषम् एकवारं पठामि. पाराफ् अभवत् एकनिमिष प्रायः. एकनिमिष करोमि महोदय. हा इदानीं अस्तु. हलः हलः इति सूत्रे हलः यदुत्तरं सम्प्रसारणमिति किमर्थम् उक्तं? हल्वर्णः किमर्थं पूर्वं भवेत्? भ्वादौ एकवारं महोदय. भ्वादौ वे इत्यस्य वे युगक्ता इति अस्ति. अत्र इदानीं सम्प्रसारणं भूत्वा वचिस्वरयजादीनां किति इत्यनेन सम्प्रसारणं भवति. अतः तत्र उतः उतः एव भवति. अत्र पूर्वस्थितस्य हल्वर्णस्य अभावात् न दीर्घत्वम्. अतः तत्र हलस्य इति दीर्घत्वं न भवति. तवतौ किमर्थमिति चेत् उ इति अस्ति, इदानीं हल् नास्ति. हल् वर्णात् परः सम्प्रसारण ईक् वर्णस्य एव दीर्घत्वं भवति, न तु अत्र हल् वर्णः नास्ति तत्र. अतः उत एव उतवान्. वे मध्ये सम्प्रसारणं भूत्वा उ एव भवति. तत्र उ इति सम्प्रसारणवर्णात् पूर्वं कोऽपि हल् वर्णः नास्ति, अतः अत्र सूत्रस्य प्रसक्तिः न भवति. उतः एव भवति, न तु ऊतः इति. अग्रे तर्हि आदौ सम्प्रसारण हल् वर्णः अस्ति चेत् न भवति अङ्गस्य आदौ. अङ्गस्य आदौ न, उका सम्प्रसारणवर्णात् पूर्वम्. आमां सम्प्रसारण इदानीं व इति आदौ अस्ति, अतः तत् सम्प्रसारणवर्णम् अस्ति, अतः तत्र भवति. अन्यथा अन्यस्य स्थलस्य भवति वा? तथा न तथा मा चिन्तयतु. सम्प्रसारणवर्णात् पूर्वं हल् वर्णः अस्ति न वा इति एव अस्ति. अस्तु अस्तु अग्रे. तवतौ ऊतवान् अग्रे ऊतवान् तवतु तत्र ऊतवान् इति ऊतवान् न दीर्घत्वं न भवति. अङ्ग अवयवात् हलः इत्यनेन अयं हल् वर्णः किमर्थम् अङ्गस्य अवयवः भवेत् इति पृष्टे सति नी निर्योग वे योगक्ता इति अस्ति. निरुतम् अत्र रेफः यद्यपि हल्वर्णः निर् इति अस्ति, अत्र रेफ अस्ति, हल् हल् अस्ति, अनन्तरम् उ इति सम्प्रसारणम् इक् वर्णः अस्ति, परन्तु किन्तु अङ्गस्य अवयवः न. अतः तत् अतः उपसर्ग एव अस्ति, अतः दीर्घादेशः न भवति. तदन्तस्य अङ्गस्य दीर्घत्वं किमर्थं? तर्हि अत्र वे योगः क्त केवलम् अस्ति चेत् उत भवति, यद्यपि यतोहि उकारात् पूर्वं हल् वर्णः नास्ति. परन्तु उपसर्गः आगच्छति चेत् निर्योगः वे योगः क्त अत्र निरुतं भवति. अत्र तु रेफः अस्ति खलु, रेफात् अनन्तरम् उकारः अस्ति. तर्हि अत्र किमर्थं न भवति दीर्घ उकारः? तत्र नीर् इति अङ्गस्य अवयवः नास्ति. अङ्गम् इत्युक्ते यस्मात् प्रत्ययविधि तदादौ प्रत्यये अङ्गम् इति अस्ति. अतः वे इत्यस्य इदानीम् अत्र तत् वे इति एव अङ्गमस्ति त प्रत्ययस्य कृते, न तु निर्. तर्हि सम्यक्. तर्हि प्रत्ययः यस्मात् अनन्तरम् आगच्छति, तर्हि अत्र धातुतः आगच्छति खलु. तर्हि यस्मात् अनन्तरम् आगच्छति तद् आदौ नाम अत्र धातु यस्य आदौ अस्ति तदेव अङ्गम् अस्ति. तर्हि अत्र वकारात् आरभ्य अङ्गम् अस्ति, न तु निक् नकारात् आरभ्य. तर्हि वे आरभ्य इति अङ्गम् अस्ति. उपसर्गः तु धातुतः पूर्वम् आगच्छति खलु, अतः उपसर्गः अङ्गस्य भागः नास्ति. अतः अङ्गः अवयवः अवयवात् हलः इति महत्त्वम् अस्ति. नाम यत् हल् उत्तरवर्ण हल् अस्ति, हल् उत्तरसम्प्रसारणवर्णः अस्ति, तत् अङ्गस्य अवयवः भवेत्. अत्र रेफः तु उपसर्गस्य अवयवः अस्ति, न तु अङ्गस्य. अतः अत्र अपि दीर्घत्वं न भवति इति. सर्वे अवगच्छन्ति वा? महोदय, वे योगः त इव योगः ए योगः त स सम्प्रसारणात् पूर्वरूपं तस्मात् एव उ योगः ए उगः ए उग ए पूर्व पूर्वरूपम् एकादेश किल उ एव तिष्ठति ए अस्तु तर्हि निरुक्तं निरुतं भवति न तु निरूतम् अस्तु अग्रे अन्ते रेफः यत् रेफः यद्यपि हल्वर्णः किन्तु अङ्गस्य अवयवः न अतः दीर्घादेशः न भवति तदन्तस्य अङ्गस्य दीर्घत्वं किमर्थं तदन्तस्य अङ्गस्य दीर्घत्वं किमर्थं व्यधि इत्यस्य विद्ध व्यच् इत्यस्य विचितः तदन्तस्य दीर्घत्वं किमर्थं व्यध् इति अस्ति ओ अस्तु अन्तस्य हलः इति सूत्रे अन्ते आगच्छति खलु हलुत्तरसम्प्रसारणवर्णः अन्ते भवेत् तदैव दीर्घत्वं भवति तस्य कृते उदाहरणं किम् अन्ते नास्ति चेत् दीर्घत्वं न भवति तर्हि अस्ति खलु व्यध् व्यध् अत्र अस्तु व्यध् इत्यस्मिन् यकारस्य सम्प्रसारणं भवति सम्प्रसारणं न सम्प्रसारणम् इति अत्र विधि इति भवति परन्तु अन्तस्य अङ्गस्य नास्ति अतः इदानीं सम्प्रसारणम् इति अङ्गस्य अन्ते नास्ति अतः तत्र धकारः अस्ति अतः अत्र विधि एव विद्धा एव भवति तथैव व्यच् इत्यस्मिन् अपि विचितः इति भवति सम्यक् तर्हि अत्र व्यज् मध्ये यद्यपि वकारः अस्ति तदनन्तरं यकारस्य इकारं भवति उभयोः अङ्गस्य अवयवः अस्ति परन्तु यकारस्य यत् इकारः अस्ति सम्प्रसारणं तद् अङ्गस्य अन्ते नास्ति अङ्गस्य अन्त्यधकारः अस्ति अतः क्त प्रत्यय अग्रे आगच्छति विद्धः भवति न तु विद्धः तथैव व्यच् मध्ये अपि विचितः भवति न तु विचितः इति यतोहि उभयत्र इकारः अङ्गस्य अन्ते नास्ति तर्हि हलः सूत्रं कदा कार्यं करोति यदा प्रथमं तु सम्प्रसारणवर्णात् साक्षात् प्राक् हल् वर्णः भवेत् तदनन्तरं सम्प्रसारणवर्णः अङ्गस्य अन्ते भवेत् तदनन्तरं हल् अपि च सम्प्रसारणवर्णः उभयोः अङ्गस्य अवयवः भवेत् तत्र उभयोः अङ्गे भवेत् अङ्गे नास्ति चेत् न कार्यं किमर्थं महोदय युद्ध नकारं चकारं परिवर्तनं करोति वा न व्यच् मध्ये यकारः इकारः भवति आम् विचयोगः इक्त विचित तर्हि रघुपतिमहोदय तत्र व्यध् मध्ये वकारः सम्प्रसारणं भवति अथवा यकारस्य यकारस्य भवति केन सूत्रेण सम्प्रसारणे सम्प्रसारण सम्प्रसारण इति एकवारम् न सम्प्रसारणे सम्प्रसारणम् आमां सत्यं तर्हि सम्प्रसारणवर्णस्य सम्प्रसारणवर्ण अनन्तरम् आगच्छति चेत् पूर्ववर्णसम्प्रसारणं न भवति नाम केवलम् अन्तिम अन्ते यत् सम्प्रसारणवर्णः तस्य एव सम्प्रसारणं भवति तर्हि अत्र व य मध्ये व पूर्वमस्ति य अनन्तरमस्ति अतः य एव सम्प्रसारणं भवति केन सूत्रेण महोदय न सम्प्रसारणे सम्प्रसारणम् अस्माकं पठितमस्ति 137 महोदय महोदय एकः प्रश्नः अस्ति हलः सूत्रं प्रथम द्वितीयवाक्यं हल् वर्णः किमर्थं पूर्वं भवेत् भुवादौ वे इत्यस्य भुवादौ धातु वे मूलधातु किं महोदय ओके ओके तत्र चौषधन्यम् इति तस्य नकारस्य इत्संज्ञा भवति हलन्त्यम् इति सूत्रं धन्यवादः अस्तु तर्हि इदमस्ति सर्वे अवगच्छन्ति वा इदानीं पर्यन्तं त्रि इति सम्प्रसारणं भवति ज्या इति मध्ये परन्तु हलः सूत्रस्य कार्यं न भवति, यतोहि त्वादीनां ह्रस्वः इति कार्यं करोति। तर्हि अत्र नूतनसूत्राणि सन्ति, त्वादीनां ह्रस्वः अपि च हलः अपि च व्यचिस्वपि यजादीनां नूतनसूत्राणि आगच्छन्ति। अस्तु, इदानीं विजिभगिनी, अत्र व्यद् विद्धः इति भवति, अनन्तरं व्यचि एव विचितः इति भवति, समीचीनं वा? विजिभगिनी भगिनी, अत्र व्यद्येव विद्धः इति भवति, इकार यकारस्य स्थाने इकारः, अनन्तरं व्यचि इति स्थाने विचितः इति भवति, समीचीनं वा भगिनि? अस्तु भगिनि, इदानीं ग्रहीज्या इति सूत्रे एकं क्रयादिगणीयधातुः अस्ति ज्या, तस्य जी इति भवति इति अस्माभिः पठितम्। तदनन्तरं ग्रहधातुः अपि अस्ति यत् क्रयादिगणीयः अस्ति, तस्य अपि भवति किं भवति सम्प्रसारणं। तर्हि महोदय पठतु, रघुपतिमहोदय, ग्रहधातु। हा, एकवारं महोदय, अत्र हलः इति अस्ति, तत्र तदन्तस्य अङ्गस्य इति कथं तत्र परिणमति, तत् अन्तस्य अङ्गस्य इति कथं जानीमः? हा, येन सम्प्रासदीर्घ इत्युक्ते अत्र कुत्र भवति इति तत्र तदन्तस्य इत्यनेन भवति वा, तत् अनन्त येन परिभाषोत्तरेण भवति वा? येन अस्तु, यद्यपि दत्तं नास्ति हलसम्प्रसारणस्य अङ्गस्य दीर्घः भवति, ओ अङ्गस्य इति येन वितन्तस्य एव अस्तु अस्तु अङ्गे अङ्गे नाम अङ्गस्य नाम तादृश अङ्गं यत् साक्षात् केवलं हलुत्तसम्प्रसारणवर्णमस्ति न, येन विधिस्तदन्तस्य इति सूत्रेण तादृश अङ्गं यस्य अन्ते हलुत्तरवर्ण तदन्तस्य अन्तस्य सत्यम्। अस्तु अस्तु, धन्यवादः। सम्प्रसारणगृहधातुः ग्रहीज्या गै वेदि वष्टि विचति पृच्छति पृच्छति पृज्जिति नाम निति च इति अत्र ग्रह ज्या वय वद वश व्यच् व्रश्च प्रश्च भ्रश्च येषां सम्प्रसारणं भवति किति निति प्रत्यये पदे ग्रहयोग अश्ना इति इदानीं ग्रहयोग ग्रहयोग किमस्ति अत्र ग्रह अकारश्ना इति किमस्ति अत्र ग्र अस्तु रेफ गयोग रेफयोग अकारयोग हकारयोग श्ना इति अस्ति, तर्हि गृहीज्या इत्यनेन रेपस्य ऋकारादेशः भवति, ऋकारादेशः इदानीम् अनन्तरं सम्प्रसारणात् च इत्यनेन पूर्वरूपसन्धिः अस्ति, अकारस्य ऋकारकारयोः ऋकार एव अवशिष्यते, इदानीं गृ इति गृह इति भवति गृह गृहयोग न इदानीं घृण् घृण्ण इदानीं ऋकार अस्ति अतः अट्कुप् उम्नुम् अट्कुप् अट्कुप् वाङ्नुं विवाये अपि इत्यनेन तत्र णत्वं भवति, अतः अत्र हकार तत्र बाधा न करोति, अतः व्यवधानं नास्ति, अतः घृण्णा इति अस्ति, घृण्णा इति अङ्गं भवति, घृण्णा इति रेफस्य स्थाने ऋकारः आगत्य घृण्णा इति, अतः वदतु पश्यतु घृण्णाति इति अङ्गम् अस्ति खलु, लट् लकार प्रथम पुरुष किम् अस्ति घृण्णाति, त प्रत्ययः अस्ति चेत् न किं न प्रत्ययः अपि न किमस्ति कुत्र अस्ति सम्प्रसारणं न भवति गृहयोग तुमुन् अस्ति ग्रहीतुम् इति आम् तर्हि त प्रत्ययः अस्ति चेत् गृहीतः, यतोहि त प्रत्ययः कित् अस्ति अतः सम्प्रसारणं भवति, परन्तु तुमुन् प्रत्ययः कित् मित् नास्ति अतः सम्प्रसारणं न भवति, अतः ग्रहीतुम् अस्ति ग्रहीतुम् दीर्घत्वं किं किमर्थं महोदय तत्र ग्रहीतुम् इति दीर्घत्वं सूत्रमन्यमस्ति तर्हि अत्र पश्यतु महोदय, अत्र एतत् सर्वम् एतानि सर्वाणि सूत्रं वयं जानीमः, अतः इदानीं कुत्र गृहीतः अस्ति, कुत्र रेफः आगच्छति, कुत्र ऋकारः आगच्छति, तस्य रटनस्य आवश्यकता नास्ति. तत्र गृहीतुं मध्ये रेफ, इक्त मध्ये गृहीतः, तदा रटनं बहु रटनं भवति, तत्र दोषः भवितुं शक्नोति. इदानीं केवलं सूत्रं ज्ञात्वा वयं ज्ञातुं शक्नुमः, ओ गृहीतमध्ये क्त प्रत्यय अस्ति, क्त प्रत्यय कित् अस्ति, अतः सम्प्रसारणं भूत्वा ऋकारः आगच्छति. परन्तु तुमुन् प्रत्ययमध्ये तुमुन् न कित् अस्ति, न घित् णित् अस्ति, अतः तत्र सम्प्रसारणं न भवति, अत्र रेफः एव तिष्ठति, रटनस्य आवश्यकता नास्ति. हलो, तदनन्तरं पुनः महोदय अत्र वदतु, अत्र गृहमध्ये हलः इति सूत्रं कार्यं सः किमर्थं न करोति? कुत्र महोदय? न न, तत्तु अन्ते नास्ति खलु, हकार अस्ति, अतः अन्ते भवेत्, अङ्गस्य अन्ते भवेत् इक् सम्प्रसारणे इक् वर्णः, अतः न भवति, हकार अस्ति अत्र, अतः अस्तु. तर्हि अत्र अन्ते हकारः अस्ति, अतः हलः सूत्रं कार्यं न करोति, ह्रस्वऋकारः एव तिष्ठति, गृह्णा इति भवति. अस्तु, तदनन्तरं ज्ञाधातु पठतु महोदय, ज्ञाजनोर्जा. हा, ज्ञाधातुः ज्ञाजनोर्जा इति सप्तम अध्यायपदस्य नव एकोन सारि नव नवसप्ततिः नवसप्ततिः एकोनशीतिः एकोनशीतिः अस्तु. ज्ञा ज्ञा इति क्रियादिगणे क्रयादिगणे, जन् इति दिवादिगणे, चेत् अनयोः च इति अनयोः जा आदेशः भवति शितिप्रत्यये परे. आदेशः अनेकालातः अनेकाश्चित् सर्वस्य इत्यनेन आदेशः सर्वस्थानिनः स्थाने भवति, न तु अन्त्यवर्णस्य स्थाने. ज्ञाश्च जन् च तयोः इतरेतरद्वन्द्वः, ज्ञाजनौ तयोः ज्ञाजनोः, ज्ञाजनोः इति सत्यन्तं, जा इति लुप्तप्रथमाकं पदं द्विपदमिदं सूत्रं, स्टिवुक्लमु च मां क्षिति इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः अङ्गस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति. ज्ञाजनोः अङ्गस्य जा क्षितिपरे इति अस्ति, अतः एतत् जा इति अस्ति, ज्ञापि जन् धातोः जा आदेश अनेकाल अस्ति, अतः अनेकाल तर्हि सर्वस्य भवति अङ्गस्य इदानीं सम्पूर्ण स्थाने सर्वे स्थाने स्थाने भवति, न तु अन् जा इति इदानीं भवति जा धातु भवति क्रियादिगणे, जन्धातु दिवादिगणे अस्ति, तत्रापि जा इति भवति. तर्हि न्याधातु क्रियादिगणे शित् प्रत्यये परे अस्ति चेत् न्याधातु सम्पूर्णधातोः स्थाने जा भवति, तथैव जन्धातु दिवादिगणे अस्माभिः पठितं, तत्र जन्धातु धातोः स्थाने जा भवति शित् प्रत्यये परे. तर्हि अतः न्याधातु अस्ति चेत् रूपं किं भवति? जानाति, ज्ञास्यति, अतः तत्र लुट् लकारे न भवति, ज्ञा एव, ज्ञा यतोहि ज्ञा एव यतोहि शित् प्रत्ययपरिणामः, तथैव कर्मणि अस्ति ज्ञायते, ज्ञायते न तु जायते. तर्हि तर्हि ज्ञाजनोर्जा इति सूत्रेण शित् प्रत्यये परे अस्ति चेत् ज्ञा अपि च जन् धातु धातोः स्थाने जा भवति. अत्र क्रियादिगणे विषये अस्ति, तत् ज्ञा इति धातोः चिन्तनमस्ति. तर्हि अनेकाश्चित् सर्वस्य इति सूत्रेण वयं ज्ञातुं शक्नुमः यत् यत् स्थानी यत् आदेशः अस्ति जा, तत् अनेकाल अस्ति खलु, ज अपि अ वर्णद्वयम् अस्ति, अनेकाल अस्ति, अतः अनेकाल अस्ति, अतः सम्पूर्णस्थानिनः आगच्छति, न तु अन्तिमवर्णस्य स्थाने, अतः जा इति सम्पूर्णन्याधातुस्थाने जा आगच्छति. तर्हि जानाति अपि च जानाति इति, तर्हि क्रियादिगणे न्याधातुस्थाने जा आगच्छति, जानाति इति भवति, दिवादिगणे जन् धातुस्थाने जा आगच्छति जायते इति रूपं भवति अस्ति. तर्हि हा इदानीं धन्यवादः महोदय. अग्रे अरुणा जी, अत्र जा इति लुप्तप्रथमाकम् इति अस्ति खलु, प्रथमाकं पदमिति, तत्र सु औ जस् इति प्रत्ययं न आगच्छति वा? तत्र आगच्छति परन्तु तस्य लोपलोपः भवति. अस्ति तत्र सु औ जस् अस्ति परन्तु तस्य लोपः भवति, जा एव तिष्ठति. तत्र अतः लिखितमस्ति लुप्तप्रथमाकम्. अस्तु, जाः इति भवेत्, निसर्गः भवेत्, किमपि यत् अस्ति चेत्. हा अस्तु, अरुणा महोदय अग्रे. अशिति जा आदेशः न भवति, तथा पठतु. अशिति जा आदेशः न भवति, न योगः सति नास्यति, न योगः क्ता नातः, जन् योगः सते जनिष्यते, जन् योगः क्ता जनसनखानां संज्ञजलोः इत्यनेन नकारस्य आकारः सर्व सवर्णदीर्घः जातः. अत्र दत्तम् अशिति जा धातुविषये सामान्यतः जा धातु आगच्छति षित् प्रत्यये परे. षित् नास्ति, प्रत्यये नास्ति. उदाहरणं स्यात् स्या धातु स्या प्रत्यय लुट्लकार ऐ थिङ्क् लुट्लकार स्यति खलु, स्या इति प्रत्यय लुट् लुट् लुट्लकार अत्र जा ना धातुतः स्या अस्ति चेत् अत्र जा धातु आदेशः न भवति. केन सूत्रेण? सामान्यतया ज्ञा न जनोर्जा इति सूत्रेण ज न स्थाने ज आदेशः भवति षित् प्रत्यये परे. अत्र स्या इति षित् प्रत्ययः नास्ति, ततः ज्ञायोगः स्याति अथवा ज्ञास्यति एव रूपं भवति. तथा एव ज्ञायोगः क्ता प्रत्ययः षित् प्रत्ययः नास्ति, ततः ज्ञा एव अवशिष्यति, ज्ञायोगः क्ता नातः. जन् धातु जन्धातुविषये जन् योगः स्यते जनिष्यते इति रूपं भवति, जन् योगः क्ता जन् जाता इति रूपं. किमर्थं दीर्घं भवति? विशिष्टसूत्र अन्यसूत्रेण जनशनखनां जञ् झलोः इति सूत्रेण नकारस्य आकारः दीर्घः भवति, तदेव सवर्णदीर्घसन्धि जातः इति रूपं निष्पन्नं भवति. सवर्णदीर्घ किमपि नास्ति, नकारस्य आकारत्वं भवति, तदनन्तरं वर्णं वर्णमेलनं जातः. न महोदय, जकार अस्ति, जकार अकार अस्ति खलु महोदय, नकारस्य स्थाने आय आदेश. अतः जकार अकार आकार जा अस्तु, वर्णमेलनमेव. नकारस्थाने दीर्घ आकार आगच्छति. सम्यक् अस्ति, ज अ न त अस्ति खलु, तत्र ज नकारस्य आगच्छति, ज अ आ सवर्णदीर्घः भूत्वा जा भवति जातः. तर्हि जनखन सनखनां सञ्झलो इति सूत्रमस्ति, तत् सूत्रं किं वदति? अत्र मुख्यसूत्रं नास्ति अत्र क्व्यादिगणविषये, परन्तु लिखितमस्ति अतः वयं पठामः. किमस्ति? जनसनखनां जञ्झलोः इति सूत्रं वदति, जन् सन् खन् येषां धातूनां नकारस्य स्थाने आकार आदेशः भवति जलादि सन् प्रत्यये परे, जलादि कितनित् प्रत्यये परे च. अनुवृत्तिसहितसूत्रं जनसनखनाम् अङ्गानाम् आत् जलि सञ्जलोः किमिति. अत्र सूत्रं त्रयसूदातवः सन्ति, जन् सन् खन् इत्येषां नकारस्य स्थाने आकार आदेशः भवति. निमित्तं किं? जलादि षण् प्रत्यये परे च त चित् निप्रत्यये परे तर्हि सन् सन् प्रत्ययः झलादि सन् प्रत्ययः अथवा झलादि कित् निप्रत्यये परे अस्ति चेत् जन् सन् खन् इति धातु येषां धातूनां नकारस्य स्थाने अन्तिमनकारस्य स्थाने आकारः तर्हि अत्र जन् योगः क्त मध्ये त इति कित् प्रत्यय अस्ति खलु झलादि अपि अस्ति अतः तकारः झल्वर्ण झल् प्रत्याहारे अस्ति खलु अतः झलादि कित् प्रत्ययः अस्ति अतः नकारस्य स्थाने आकारः भूत्वा जातः इति एव अस्ति अग्रे तर्हि अत्र धात्वादेशः भवति ज्यानन जनोर्जा इति सूत्रेण श्नाप्रत्यये परे अस्ति अतः ज्यास्थाने जा भवति अस्तु अग्रे तर्हि इदानीं सम्प्रसारणं समापयति धात्वादेशः समापयति अतः इदानीं कित् निप्रत्यये परे अस्ति चेत् सम्प्रसारणं न भवति गुणं न भवति सम्प्रसारणं भवति गुणं न भवति इतोपि एकं कार्यं भवति तत् कार्यं किमस्ति किम् अरुणा महोदय यदा कित् निप्रत्यये परे अस्ति तदा सम्प्रसारणं भवति गुणं न भवति अपि च एकम् अन्यं कार्यं किमस्ति अहं हलः इति अहं चिन्तयामि किं हलः अनजितां हल उपधाय किति इति उपधाभूत नकारलोप भवति खलु अरुणा महोदय स्मरति वा सर्वदा सर्वदा यदापि कित् प्रत्यये परे अस्ति अपित् प्रत्यये अस्ति चेत् त्रीणि कार्याणि भवन्ति प्रथमं तु गुणनिषेधः तदनन्तरं सम्प्रसारणं भवति तत्र सम्प्रसारणं भवति तदनन्तरम् अनिदित् अङ्गम् अस्ति चेत् नाम मूल अङ्गं यत् अनिदित् अस्ति धातु अनिदित् अस्ति नाम इत् इति ह्रस्व इकारस्य इत् संज्ञा नास्ति चेत् तत्र यदि उपधा मध्ये नकारः अस्ति तत्र नकारस्य लोपः भवति तथैव दंश अस्ति खलु दंश धातु तस्य रूपं किं भवति दशति तुदादिगणे अस्ति खलु दशति इति भवति तत्र नकारस्य लोपः भवति तथैव अस्ति धन्यवादः विस्मरामि अतः अतः इदानीं पुनः आगच्छति क्रियादिगणे अपि धातवः सन्ति तत् पठामः महोदय अत्र जनस्थसनकनां सञ्चलोः ज योगः य योगः न नकारस्य आकारः भवति जनि सञ्चलोः ज्ञति परे अयोगः तत्र एव सवर्णदीर्घः वा अस्तु अग्रे अरुणा महोदय पठतु अरुणा महोदय गच्छति वा मदन महोदय पठतु कुत्र महोदय अणितः धातवः आमहम् अणितः धातवः षट् धातवः एतावता अस्माभिः दृष्टं यत् धातुः इदित् अस्ति चेत् तत्र नुमागमस्य प्रसक्तिः यथा वदी धातु इदित् ह्रस्व इकारः इत्यस्य सः अस्ति अतः इदितो नुम् धातोः इति सूत्रेण नुमागमः विहितः वदि वद् वन्द् वन्द् इति भवति स च नुमागमः नित्यः न कदापि गच्छति नाम यदा मूलधातो नकारः नास्ति यदा वद् धातो अनन्तरं नकारं योजयामः इदितो नुम् धातोः इति सूत्रेण तदा तस्य नकारस्य लोपः न कदापि भवति वदि इति धातु इदित् अस्ति अतः इदितो नुम् धातोः इति सूत्रेण नकार आगमः भवति वन्द् इति भवति तत् नकारः नित्यं भवति भवति यदि धातुमध्ये नकारः नास्ति चेत् अपि नकारस्य आगमनं भवति चेत् तत्र नित्यमेव भवति इति उक्तं महोदय. यदि मूलधातौ नकारः नास्ति परन्तु केचित् परन्तु अत्र इदितो नुम् धातोः इति सूत्रेण यदि नकारः आगच्छति तादृशनकारस्य कदापि लोपः न भवति, तादृशनकारः सर्वदा तिष्ठति एव. परन्तु यदि धातुमध्ये मूलतः नकारः अस्ति, पश्यतु मूलतः नकारः नास्ति इदितो नुम् धातुः इति सूत्रेण नकारः आगच्छति, तस्य नकारस्य लोपः न भवति कदापि. परन्तु यदि मूलधातौ उपधायां नकारः अस्ति तादृशनकारस्य लोपः भवितुं शक्नोति. कथं भवति इति वयं पश्यामः. परन्तु मूलधातौ नकारः अस्ति चेत् तर्हि तस्य लोपः अर्हः. क्रियादौ एतादृश षट् धातवः सन्ति, बन्द् शन्त मन्त शन्त अन्यः ग्रन्थ कुन्त च. एते धातवः अनिद्धः ह्रस्व इकारः येषां नास्ति ते. अतः किति निति प्रत्यये परे तेषाम् उपधायां स्थितस्य नकारस्य लोपो भवति. श्ना अपित् अतः सार्वधातुकम् अपित् इति सूत्रेण नित्वत् भवति. अत्र यदि मूलधातु धातु नकारः अस्ति चेत् तस्य लो उपधायाम् अस्ति चेत् तस्य लोप भवितुम् अर्हति. निति प्रत्यये परे अपि च अङ्ग मूलधातु कीदृश भवेत्? मूलधातु नकारः भवेत् महोदय. अनिदित् अस्ति चेत्. आम् अनिदित् अस्ति चेत् तर्हि मूलधातु अनिदित् अस्ति, नाम मूलधातौ ह्रस्व इकारस्य यदि इत् संज्ञा नास्ति अपि च उपधायां नकारः अस्ति इत् संज्ञालोपानन्तरं तस्य नकारस्य लोपः भवति कित् मित् प्रत्यय परे. तस्य कृते सूत्रं पठतु महोदय. अनिदितं हल उपधाय निति. एषां हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति किति निति प्रत्यये परे. इत् इत् अस्ति येषां ते इतः, न इतः अनिद्धः बहुव्रीहि गर्भः नन्तं तत्पुरुषसमासः. तेषाम् अनिदितां ककारः च नकारः च तयोः इतरेतर द्वन्द्वः ग्नौ ग्नौ इतौ यस्य सः नित् द्वन्द्वगर्भः बहुव्रीहिसमासः तस्मिन् निति. अनिदितां षष्ट्यन्तम् अलः षष्ट्यन्तम् उपधाय षष्ट्यन्तम् इति सप्तम्यन्तम् अनेकपदमिदं सूत्रम्. स्नानलोपः इत्यस्मात् न लोपः इत्यनयोः अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. अनुदिताम् अलः अङ्गस्य उपधायाः नः लोपः निति. अनिदिताम् अङ्गः भवेत्, अङ्गः कीदृशं भवेत् महोदय? अनिदितां भवेत्, अनिदिताम् एकं तु हस्व, अपि च हस्व इकार हल् उपधाय नकारस्य उपधा भवेत्, अपि च नितिनिति प्रत्यये परे भवेत्. अपि तत्तु अस्ति, अङ्गं कीदृशं? उपधायां नकारः अस्ति, अपि च हलः हलः अस्ति, हल आम् आं महोदय, हलन्त हलन्तधातूनां. तर्हि मूलधातु अनिदित् भवेत्, लौकिकधातु यत् अस्ति तद् हलन्त भवेत्, अपि च लौकिकधातोः उपधायां नकारः भवेत्। तादृश अङ्ग अङ्गस्य अनन्तरं यदि कित्मि प्रत्ययः अस्ति नकारस्य लोपः भवति। पश्यतु अनिदित् भवेत्, यदि इकारस्य इत् संज्ञा अस्ति तर्हि एतादृशसूत्रं कार्यं न करोति, तर्हि अनिदित् भवेत्। तदनन्तरम् अङ्ग धातु हलन्त भवेत्, तर्हि नीधातु अस्ति खलु, नीधातु महोदय नीधातु अपि अनिदित् अस्ति, उपधायां नकारः अस्ति, परन्तु नी मध्ये न करोति यतोहि हलन्त नास्ति। तर्हि नीधातु मध्ये एतादृशकार्यं मा करोतु, अतः हल तस्य आवश्यकता अस्ति खलु। तर्हि अनिदित् भवेत्, हलन्त भवेत्, उपधायां नकारः अतः उदाहरणं पठतु। बन्धयोगः स्ना बन्धयोगः न उपधाया नकारस्य लोपः निति प्रते निति परे अनिदिताम् अल उपधाया निति। अत्र बन्धयोगः न अस्ति, हलन्त धातु अस्ति, उपधायां नकारः अस्ति, अनिदितामपि अस्ति, अतः नकारस्य लोपो भूत्वा बद् इति भवति। अत्र बद् योगः न बध्ना इति अङ्गं भवति। आम् तथैव बन्धयोगः क्त मध्ये अपि बद्धः इति अस्ति, क्त प्रत्यये परे अस्ति चेत् बद्धः इति भवति खलु। आम् महोदय, षन्तयोगः न षन्तयोगः न उपधा नकारस्य लोप निति प्रे अनिताम् हल उपधाया निति। षत् योगः न षत्ना इति अङ्गम्। अत्रापि हलन्त धातः अस्ति, अन्त्य हल् धातुः अस्ति, उपधायां नकारः अस्ति, अनिदित् अस्ति, अतः नकारलोपो भवति, अतः षत् इति अङ्गं भवति, षत्ना इति मत् एवमेवं मत् मन्त मन्तयोगः स्न मन्त् योगः न उपधा नकारस्य लोपः निति परे अनिदितां हल उपधाया इति। मत् योगः न मत्ना इति अङ्गम्। अनन्तरं पठामि कुन्त् मध्ये कुत्ना, अस्तु सर्वत्र नकारस्य लोपः भवति। अग्रे क्रियादिगणे सार्वधातुक धातुकलकारेषु सर्वत्र श्ना आयाति, श्ना अपि अतः नित्वत्। तर्हि सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् इत्येषु सर्वत्र न लोपः, यथा लड्डि बन्द् योगः श्ना योगः ति बध्नाति, शत्रु अपि तथा, यतः शत्रु षित् अतः सार्वधातुकप्रत्ययः, शत्रु सर्वदा कर्तार्थके अतः कर्तरि शप् इत्यनेन शप् शपं प्रपाद्य श्ना बन्ध योगः श्ना योगः शत्रु बन्ध योगः श्ना योगः अत् बध्ना योगः अत् अजादिषु अपित्सु श्ना प्रत्ययस्य आकारः लोपः, स्नाभ्यस्तर तयोरथाः इति सूत्रेण अधः तृतीये सोपाने पश्यन्तु बन्नात् पुंसि बन्नम्। तर्हि अत्र तस्य किमस्ति आवश्यकता अस्ति यत् क्षत्रिप्रत्यये परे अस्ति चेदपि तत्र नकारस्य लोपः भवति. किमर्थं क्षत्रिमध्ये बन्धयोगः क्षत्रि अस्ति खलु, बन्धयोगः क्षत्रि, क्षत्रि इति सार्वधातुकप्रत्यये अस्ति खलु, तिंशित् सार्वधातुकम् अपि अस्ति, अपि च कर्तृथे के अस्ति, अतः अत्रापि विकरणप्रत्यये आगच्छति. अतः बन्धयोगः क्षत्रि, तत्र बन्धयोगः श्नायोगः क्षत्रि, अत्र अपि नकारस्य लोपः भवति यतोहि श्ना कित्प्रत्यये परे अस्ति. अतः अत्र अपि बध्नत् इति भवति, क्षत्रिमध्ये अपि लोपः भवति. अतः अन्यसूत्रं किं वदति श्नाभ्यस्तयोरातः इति अग्रे पश्यामः, इदानीं चिन्तनस्य आवश्यकता नास्ति. तत्र बध्नत् इति नपुंसकलिङ्गमस्ति शत्रुप्रत्यये, अनन्तरं बध्नन् इति पुल्लिङ्गे अस्ति खलु जि. बध्नत् इति प्रातिपदिकं सत्यं, बध्नत् इति महोदय क्षम्यतां, बन्धयोः स्ना मध्ये अकारलोपः किमर्थं? बन्धयोगः बन्धमूलरूपम् अस्ति खलु, आम् अन्तिम अकारस्य लोपः भवति, इति संज्ञा अस्ति. ओ ओके, क्षम्यतां, तत्र मूलरूपस्य लेखनस्य आवश्यकता अस्ति, यतः वयं द्रष्टुं नकार उपादाय अस्ति इति अत्र अनिदित् अस्ति, अनिदित् अस्ति, अनिदित् अस्ति न वा इति ज्ञातुं मूलरूपस्य ज्ञानस्य आवश्यकता अस्ति खलु. अतः मूलरूपमपि लिखितम्. तदैव अग्रे अपि आर्धातुकप्रत्यये परे अपि कित् प्रत्यये परे अस्ति न लोपः, यथा मया उक्तं क्त प्रत्यये अस्ति बन्धयोगः क्त, अत्रापि कित् प्रत्यये परे अस्ति, अतः नकारस्य लोपः भवति, बद्धः इति रूपं भवति, बद्धः. तथैव तथापि अनिदतां हल उपधाया निति. परन्तु कित् नित् प्रत्यये परे नास्ति चेत् न भवति. पश्यतु आर्धातुकप्रत्ययेषु परेषु कित् नित् इति प्रत्ययान् विहाय अनिदितां न लोपः न भवति. यथा बन्धयोगः तवत्, बन्धयोगः तवत्, तत्र तव तव्यत् प्रत्ययत् अस्ति, तत्तु कित् नित् नास्ति खलु, अतः तत्र नकारस्य लोपः नास्ति, अतः बन्धव्यं भवति न तु बद्धव्यम्. बन्धयोगः अनियर् बन्धनीयं, बन्धयोगः तुमुन् बन्धुं न तु बद्धुम् इति. तर्हि कित् नित् प्रत्यये परे अस्ति चेदेव नकारस्य लोपः भवति, तेषाम् उदाहरणानि सन्ति अत्र. अस्तु, इदानीं पर्यन्तं सर्वे आगच्छति. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. एकं नत्वमस्ति, नत्वमस्ति, नत्वं किमस्ति? अरुणा महोदय अस्ति वा? आं महोदय, नत्वं पठतु. नत्वं त्रयादिगणे बहुषु धातुषु रेफः ऋकारः षकारः च सन्ति, अतः तेभ्यः वर्णेभ्यः नकारस्य नत्वं भवति. अत्कुप्वाङ् नुं व्यवायेपि इत्यनेन स्वराः कवर्गीयव्यञ्जनानि पवर्गीयव्यञ्जनानि हायावार अनुस्वारः च मध्ये सन्ति चेदपि नत्वं भवति. क्रियादिगणे श्ना इति अस्ति खलु, न अस्ति, अतः न अस्ति, अतः सर्वत्र यदा कुत्र न आगच्छति तत्र नत्वस्य चिन्तनं करणीयं. तर्हि क्रियादिगणे न आगच्छति, अपि च धातुमध्ये बहुत्र रेफः अथवा षकारः अस्ति, अतः रेफषकारस्य आगमन रेफषकारभ्यां नकारस्य नकारः भवति न वा इति चिन्तनीयम्. तर्हि भवति यदा मध्ये यदि अट् इति इत्युक्ते सर्वे स्वराः अपि च हयवर, तर्हि रसाभ्यां नोणः समानपदे इति सूत्रमस्ति खलु. रसाभ्यां नोणः समानपदे इति सूत्रं भवति, समानपदे रेफः अथवा शकारः आगच्छति, तस्य साक्षात् अनन्तरं नकारः आगच्छति चेत् नत्वं भवति. परन्तु अट् कुप्वाङ् नुम्यवायपि इति सूत्रम् आगतुं वदति यत् रेफषकार अपि च नकारस्य मध्ये यदि अट् नाम स्वरः अथवा हयवर न अथवा कु कु इत्युक्ते कवर्ग, पु इत्युक्ते पवर्गः, आङ् इति अन्य किमपि अस्ति आद्य आगमः अस्ति, अथवा नुम् नुम् इत्युक्ते अनुस्वार अपि मध्ये अस्ति चेदपि नत्वं भवति। तर्हि साक्षात् अनन्तरं भवेत् अथवा मध्ये स्वर हयवर कवर्ग पवर्ग अनुस्वारः भवेत् चेदपि नत्वं भवति इति अस्ति। तर्हि उदाहरणं पठतु महोदय। यथा क्रियोगः न क्रीणा गृह्णात् गृह्योगः न गृह्ण अत्र ऋकारः नकारयोः मध्ये हकारः अस्ति तथापि नकारस्य नत्वं भवति। तदर्थं प्रथमं क्रियोगः न अत्र रेफा अस्ति, तदनन्तरं इकारः अस्ति इकारः अट्वर्णः अस्ति तथैव क्रीणा इति रूपं निष्पन्नं भवति। गृह् धातो अत्र ऋकारः अस्ति गृ अत्र तदनन्तरं हा आगच्छति न अस्ति मध्ये हकारः अस्ति परन्तु व्यवयः अस्ति अपि अत्कुप्वान् नु व्यवये अपि इति सूत्रेण नत्वं भवति। हकारः अस्ति अपि बाधकवर्णः नास्ति ततः नत्वं भवति। क्रीणा मध्ये महोदय रेफ नकार मध्ये इकारः अस्ति परन्तु तथापि नत्वं किमर्थं भवति? इकारः अट्वर्णः इकारः अट्वर्णः अट्वर्णः मध्ये अस्ति चेदपि किमपि बाधा नास्ति कापि बाधा नास्ति। तर्हि क्रीणा गृह्णा क्रीणाति गृह्णाति। तर्हि अत्र रसाभ्यां नोणः समानपदे तत्र वस्तुतः र अपि च ष अस्ति परन्तु तत्र ऋकारस्य अपि ग्रहणं भवति, ऋकारः यत् अस्ति खलु तस्य अपि ग्रहणं भवति, न केवलं रेफः अपि तु रेफ श्रुतिसामान्यं यत् वर्णः अस्ति अतः रेफः च ऋकारः च उभयोः ग्रहणं भवति। अस्तु तर्हि इदानीं प्रथमसोपानं समापयति। प्रथमसोपानम् इत्युक्ते किं? श्नाविकरणस्य विकरणप्रत्ययस्य कृते अङ्गकार्यं किं किम् अस्ति इति इदानीं प्रथमसोपानं समापयति। इदानीं क्रियादिगणे यः कोऽपि धातुः भवेत् तस्य विकरणप्रत्ययस्य योजनेन यत् अङ्गं निष्पद्यते तत् अङ्गं किम् अस्ति इति वयं सर्वे कर्तुं शक्नुमः। इति प्रथमसोपानं भवति। द्वितीयसोपानं किम् अस्ति? अनदन्त अङ्गस्य कृते सिद्धतिङ् प्रत्ययस्य निर्माणम्। इदानीं श्ना विकरणप्रत्ययस्य योजनेन अङ्गं कीदृशं भवति? आकारान्तं भवति खलु। आकारान्तम् अङ्गम् इत्युक्ते अनदन्तम् अस्ति, अतः तस्य कृते सिद्धतिं प्रत्ययः के के सन्ति इति वयं जानीमः। यथा स्वादिगणस्य कृते तनादिगणस्य कृते ये ये सिद्धतिं प्रत्ययः सन्ति ते एव अत्र अपि सन्ति। तर्हि परस्मैपदी कृते लट् लकार लोट् लकार लङ् लकार विधिलङ्लकार कृते प्रत्ययः सन्ति वयं जानीमः, तथैव आत्मनेपदी। तर्हि द्वितीयसोपाने किमपि नूतनं नास्ति। अनदन्त अङ्गानां कृते ये प्रत्ययाः सन्ति ते अत्र अपि आगच्छन्ति, यतोहि क्रियादिगणीय अङ्गः आकारान्तमस्ति अनदन्तमेव अस्ति। इदानीं तृतीयसोपानं विशेषमस्ति। तृतीयसोपाने किमस्ति? तिङ् प्रत्ययस्य कृते अङ्गकार्यं किं भवति? तिङ् प्रत्ययस्य निमित्तकृते अङ्गकार्यं तदा अङ्गनितिङ्गप्रत्ययोः मेलनम् इति अस्ति। तर्हि अस्माभिः पठितं खलु, तर्हि हलादिपित् तिङ् प्रत्ययः अस्ति चेत् हलादि अपित् इति अस्ति चेत् अजादिपित् अस्ति चेत् अजादि अपित् अस्ति चेत् किं किम् अङ्गकार्यं भवति क्रियादिगणीयस्य अङ्गे अपि च मेलनं कथं भवति इति अस्ति। तद्वयम् अग्रे पश्यामः। तत्र नूतनसूत्राणि आगच्छन्ति, तत्र श्नाभ्यस्तयोरातः अपि च ईहल्यघोः तत्र नूतनसूत्राणि आगच्छन्ति, ते वयम् अग्रिमे रविवासरे पठिष्यामः। तर्हि अग्रिमरविवासरे तृतीयसोपानात् अग्रे गमिष्यामः। तर्हि इदानीं पर्यन्तं कस्यापि प्रश्नः अस्ति वा प्रथमसोपाने? अस्तु, तर्हि पुनः एकवारं पठतु, प्रश्नः अस्ति चेत् पृच्छतु। धन्यवादः। धन्यवादः। धन्यवादः।